गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अन्वयव्यतिरेकी हेतुः इत्यत्र स्मः। तत्र हेतुः त्रिधा विभक्ता अस्ति इति ज्ञातम्। अन्वयव्यतिरेकी हेतुः केवलान्वयी केवलव्यतिरेकी इति, यत्र यस्मिन् हेतौ अन्वयव्याप्तिः व्यतिरेकव्याप्तिः उभयमपि भवति तादृशहेतुः अन्वयव्यतिरेकी हेतुः इति कथ्यते। यत्र केवलम् अन्वयव्याप्तिः एव भवति यस्मिन् हेतौ केवलम् अन्वयव्याप्तिः एव भवति तादृशहेतुः केवलान्वयी। तत्र उदाहरणम् आसीत् यथा घटः अभिधेयः प्रमेयत्वात् पटवत् इति उदाहरणम्। तत्र गते वर्गे अस्माभिः किम् अधीतम् इति चेत्, तत्र अभिधेयत्वम् इत्यस्य अर्थः कः इति यावत् न ज्ञास्यामः तावत् व्याप्तिसिद्धिः न भवति। तर्हि प्रमेयत्वम् इत्युक्ते किम्, अभिधेयत्वम् इत्युक्ते किम् इति अवगन्तव्यम् इति शब्दयोः, अभिधा अपि च प्रमेयम् इति शब्दयोः यावत् अवगमनं नास्ति तावत्पर्यन्तम् अत्र व्याप्तिः न अवबुध्यते इति अधीतम्। तत्र ईश्वरीय इच्छा, तत्र ईश्वरीय इच्छा इत्युक्ते अत्र शक्तिः, ईश्वरीय इच्छा एव शक्तिः इति कथ्यते। सा शक्तिः एव अभिधा। ईश्वरीय इच्छा कस्मिन् विषये इत्युक्ते, यथा पिता पुत्रस्य नामं स्थापयति, भवतु एषः चैत्रः अन्यः मैत्रः इति स्थापयति तदेव। तर्हि चैत्रस्य, चैत्रः इति यदा अहं हे चैत्र इति यदा अहम् आह्वयामि तदा चैत्रमेव माम् अवलोकयति, न तु माम् पश्यति, न तु अन्यः मैत्रः न पश्यति। तर्हि तत्र सम्बन्धः तेन केन कारितः इति चेत् पित्रा कारितः अस्ति। चैत्र इति व्यक्तिः अपि च चैत्र इति नाम उभयोः मध्ये कः केन सम्बन्धः कारितः इति चेत् पित्रा कारितः अस्ति। तर्हि घटः पटः इत्यादि बहवः वस्तूनि, बहूनि वस्तूनि लोके सन्ति। तर्हि घटः अपि च घट इति शब्दः, अनयोः मध्ये सम्बन्धः केन कारितः इति चेत् तत्र ईश्वर इच्छा एव, ईश्वरेण अत्र सम्बन्धः कारितः इति कृत्वा तादृश इच्छायाः नाम एव शक्तिः। यद्यपि उद्देशग्रन्थे गुणेषु सा इच्छा इत्येव निर्दिश्यते, इच्छा इति चतुर्विंशतिगुणेषु अन्यतमः अस्ति, अपि च ईश्वरे ज्ञानमस्ति, इच्छा अस्ति, कृतिः अस्ति इति त्रयः गुणाः परमात्मनि ईश्वरे अस्माभिः अङ्गीकृताः, अपि च ते नित्याः अपि अस्माभिः अङ्गीकृताः। तदेव अत्र परामर्श, तस्यैव परामर्शः कृतः अत्र। यद्यपि उद्देशग्रन्थे गुणेषु सा इच्छा इत्येव निर्दिश्यते, तथापि पदानां बोधकत्वव्यवस्थायै सा एव इच्छा शक्तिः अभिधा इत्युच्यते। अभिधा इत्यस्य ईश्वर इच्छा इत्यर्थः इति अवगतम्। तर्हि अभिधेयत्वम्, अभिधेयत्वस्य केवल अन्वयित्वम् इति अवगन्तव्यम् इदानीं। तर्हि इदानीम् अभिधा इत्युक्ते किम् इति अस्माभिः अवगतम्। अभिधायां विद्यमानस्य धर्मः अस्ति अभिधेयत्वम् इति तावद् अवगतम्। अग्रेसरम् अस्तु, मेहुल् महोदय आरब्धं करोति वा? अभिधेयत्वस्य केवलान्वयित्वम्। इयम् अभिधा इच्छारूपा इति ज्ञानादिव ज्ञानादिवदेव सविषया भवति. स्वविषयनिष्ठविषयतानिरूपिका इत्यर्थः. अस्तु, एकमेकं वाक्यं नीत्वा वदामि वा सम्पूर्ण? आमां, सर्वं पठित्वा पुनः पठनीयम् इति न. हा, पठनीयं, पठनीयं भवति अतः. अस्तु, तर्हि या इच्छा अत्र अभिधा इत्युक्ते ईश्वरिच्छा इति वयं ज्ञातवन्तः, सा इच्छा सविषया भवति. तर्हि सा इच्छा ज्ञानादि इव भवति, ज्ञानादि इव भवति, ज्ञानादिवत् इव, ज्ञानादिवत् इव, ज्ञानादिवद् एव, ज्ञानवद् इव नास्ति, ज्ञानादिवद् एव सविषयः भवति, सविषया भवति. हा, अपि च सा निरूपिका भवति कस्य? तर्हि स्वविषयनिष्ठविषयतायाः निरूपणं करोति सा इच्छा. न, अत्र ज्ञानं न, इच्छा विषयस्य निरूपणं न करोति इति नास्ति. अत्र विपरीतरीत्या विषयम् इच्छायाः निरूपणं करोति. यावत्पर्यन्तं अत्र मम इच्छा अस्ति, मयि इच्छा अस्ति इति यदि अहं वदामि, तर्हि कस्मिन् विषये सत्यम् इति प्रश्नः उदेति खलु. हा, तर्हि किमपि विषयः नास्ति चेत् इच्छा एव नास्ति इति अवगन्तुं शक्नुमः. हा, तर्हि सा निष्ठा एव विषयनिष्ठ भवति. हा, स्वविषयनिष्ठविषयता निरूपिका भवति इच्छा. इच्छा, हा, सम्यक्. अतः एव अत्र श्रीलिङ्गे उक्तं निरूपिका. हा, सत्यं. स्वविषयनिष्ठविषयता निरूपिका इच्छा इति अर्थः. सम्यक्. क अभिधायाः विषयता वर्तते जगति सर्वत्र. हा, घटे, पटे, मठे, पुस्तके क्व नास्ति विषयता? किं बहुना स्वस्मिन्नपि अस्ति. अस्तु, हा, सर्वेषां सर्वे ये पदार्थाः जगति सन्ति तेषां सर्वेषां विषयता अस्ति एव. किं बहुना स्वस्मिन्नपि अस्ति? तदेव मूलग्रन्थे लिखितं, किं बहुना स्वस्मिन्नपि अस्ति. मूले मूले तद् दृश्यते वा? न, अत्र केवलं स्थूलाक्षरैः दत्तम्. मूले नास्ति. ओ, नास्ति वा? अतः एव नास्ति, नास्ति. अस्तु, यदि अभिधापदं तस्य बोध्यतां स्वस्मिन् एवेयं स्वस्मिन्नेवेयम् अवगाहते, किमुत अन्यपदार्थेषु? एवं विधाभिधा विषयत्वम् एव अभिधेयत्वं, तच्च सर्वत्र अस्ति, तस्य अभावः अप्रसिद्धः शशविषाणवत्. अस्तु, तर्हि अभिधा पदं तस्य बोध्यतां स्वस्मिन्नेवेयं स्वस्मिन् एव इयम् अवगाहते. अस्तु, अभिधापदं तस्य बुध्यतां स्वस्मिन् एव इयम्, तस्य अर्थः कः? न जानामि. एवं चिन्तयतु महोदय, अत्र अभिधा इत्यस्य अर्थः कः? ईश्वरीच्छा इति वयम्. इच्छा खलु, ईश्वरीय इच्छा, सत्यम्. तर्हि इच्छा सर्वदा सविषयिका सविषयता भवति खलु, इत्युक्ते विषयं विना इच्छा न भवति. इच्छा न भवति, हा, सत्यं. तर्हि इच्छा केषु केषु विषयेषु भवितुम् अर्हति इति प्रश्नः. तर्हि सर्वेषु विषयेषु भवितुमर्हति खलु? हा, भवितुमर्हति, सत्यं. हा, सर्वेषु, यथा ज्ञानं सर्वेषु विषयेषु भवितुम् अर्हति, तथा इच्छा अपि सर्वेषु विषयेषु भवितुम् अर्हति. अत्र पश्यतु, किं बहुना स्वस्मिन्नपि अस्ति. अत्र अभिधा इति स्वयं पदमस्ति खलु, यथा घटः इति पदं, तदा अभिधा इति पदं. तर्हि अभिधा इति पदे अपि पदमपि विषयः अस्ति अभिधायाः इति कृत्वा एव अत्र लिखितमस्ति. किं बहुना स्वस्मिन्नपि अस्ति इत्युक्ते इच्छा इच्छायाम् इच्छा अस्ति इति. इच्छा अपि इच्छायाः विषयं भवितुम् अर्हति खलु. इच्छा कर्तुम् इच्छा नास्ति चेत् बुद्धं खलु, इत्युक्ते इच्छायाः विषयः इच्छा एव भवितुम् अर्हति इति कृत्वा तर्हि इच्छायाः विषयः इच्छा एव भवितुम् अर्हति चेत् किं बहुना सर्वे इत्युक्ते किं बहुना इत्यनेन अत्र आक्षेपार्थे प्रश्नः इत्युक्ते तादृशप्रश्नः एव न करणीयः क्व नास्ति विषयता इत्युक्ते सर्वत्र अस्ति एव तर्हि अभिधेयत्वम् इति सर्वत्र अस्ति सर्वेषु पदार्थेषु अभिधेयत्वम् अस्ति एव इति आशयः अतः एव अत्र उक्तं तच्च सर्वत्र अस्ति तस्य अभावः अप्रसिद्धः तस्य इत्युक्ते कस्य अभिधा इच्छायाः अभावः अभिधेयत्वस्य अभिधेयत्वस्य यथा अभिधेयत्वस्य अभावः अप्रसिद्धः सशविषाणवत् शशानां शशे विषः नास्ति इति खलु सत्यं तद्वत् अभिधेयत्वम् इति कुत्रचित् नास्ति इति न वक्तुं शक्नुमः सर्वत्र अभिधेयत्वम् अस्ति एव अस्तु अग्रे अस्तु या च अभावघटिता व्याप्तिः साध्याभावव्यापकीभूता अभावप्रतियोगित्वरूपा तत्र साध्याभावः प्रविष्ट इति निरूपितम् एव अस्तु अभावघटिता व्याप्तिः या च अभावघटिता व्याप्तिः तर्हि व्याप्तेः अभावः अपि नास्ति इति आगच्छति खलु अभावघटिता व्याप्तिः इत्यनेन साध्याभावव्यापकीभूता साध्यस्य अभावः व्यापकः भूत अभाव व्यापकीभूत अभाव प्रतियोगित्वरूपा व्याप्तिः एव साध्य अभावव्यापक व्यापकीभूता भवति तस्य प्रतियोगिता साध्या व्याप्तिः एव तस्य प्रतियोगिता तत्र साध्याभावप्रविष्ट इति निरूपितम् एव तर्हि अत्र आशयः कः इति न अवगच्छामि तदेव गते वर्गे बुद्धं खलु इत्युक्ते यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिः खलु तर्हि तत्र प्रश्नः कृतः अत्र यत्र यत्र वह्नि अभावः इति ज्ञात्वा तर्हि अत्र यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः तर्हि अत्र हेतुः कः वह्नि अभावः खलु अस्मिन् वाक्ये तस्मिन् वाक्ये सत्यं व्याप्ति व्यतिरेकव्याप्तिवाक्ये यत्र यत्र वह्निः अभावः वह्निः अभावः इति व्याप्यः अस्ति तदेव हेतुः व्यापकः अस्ति धूमाभावः तर्हि वह्निः अभावः ज्ञात्वा कथं वा पर्वते वह्निः अस्ति इति सिद्धिः भवति अत्र धूमः एव हेतुः अस्ति खलु वह्निः सिद्ध्यर्थं धूमः एव हेतुः तर्हि व्याप्य अग्नि अभावे किमर्थं चिन्तनीयम् इति पृष्ट्वा अत्र वह्नि अभावः इति व्याप्यः अस्ति तस्य व्यापकः अस्ति धूम अभावः धूम अभावस्य प्रतियोगी अस्ति धूमः इति कृत्वा तत्र परम्परासम्बन्धेन व्यतिरेकव्याप्तिः उपयोगाय भवति इति गते वर्गे चिन्तितम् आमां धूमनिष्ठ भवति इति अत्र 208 पेज् मध्ये चित्रमपि अस्ति खलु वह्नि अभाव व्यापकत्व अभाव प्रतियोगित्वम् वह्नि अभाव व्यापकत्व अभाव प्रतियोगित्वम् इति तादृशधर्मः धूमे अस्ति अस्तु हा वह्नि अभाव कुत्र अस्ति 208 मध्ये अस्ति वा 208 अत्र चित्रमस्ति चित्रमस्ति खलु वह्नि अभाव व्यापकत्व अभाव प्रतियोगित्वम् अभावप्रतियोगितं कुत्र अस्ति धूमे अस्ति हा वन्यभावव्यापकत्वभावप्रतियोगित्वं धूमे अस्ति सत्यं हा इति कृत्वा अत्र व्यतिरेकव्याप्तिः अपि उपयोगाय भवति इति अस्माभिः अधीतं तदेव तत्र व्यतिरेकव्याप्तिहेतोः कः लाभः इति आम् आम् पाठे तदेव अधीतं सत्यं परम्परया सा सत्यम् अत्र केवलं तत्र पुनस्मारितं साध्य अभाव व्यापकीभूत अभावप्रतियोगित्वरूपा तत्र साध्य अभावः प्रविष्टः इति निरूपितमेव तदेव निरूपितं निरूपितम् आम् सत्यम् अस्तु अग्रे हा अस्तु प्रकृते च अभिधेयत्वम् अस्ति सर्वत्र इति तदभावं ज्ञात्वा या व्याप्तिः ज्ञातव्या सा ज्ञातुं न शक्यते अस्तु अभिधेयत्वं सर्वत्र अस्ति तस्य अभावः अभावं ज्ञात्वा या व्याप्तिः ज्ञातव्या सा ज्ञातुं न शक्यते हा तत्र तस्य अभावः कुत्रापि नास्ति सर्वत्र अभिधेयत्वम् अस्ति तर्हि तद् अभावं ज्ञात्वा व्याप्तिः कथं ज्ञातुं शक्यते इति इत्युक्ते तस्य ज्ञानमेव अभिधेयत्व अभावः अत्र अस्ति इति न वक्तुं शक्यते कुत्रचित् अभिधेयत्व अभावः न प्रदर्शयितुं शक्यते तथविषाणवत् अप्रसिद्धः अस्ति अतः ज्ञातुं न शक्यते इति कृत्वा अभिधेयत्व अभावः एव न ज्ञातुं शक्नुमः चेत् अभिधेय अभावत्वं ज्ञात्वा या व्याप्तिः ज्ञातव्या अस्ति सा व्याप्तिः न ज्ञातुं शक्यत्येव आम् आम् सत्यम् अस्तु अग्रे पूर्वं हि वन्य अभावं हृदे ज्ञात्वा तत्र धूमाभावम् अपि ज्ञातवान् हा सत्यं तर्हि हृदे वन्याभावः अस्ति तेन एव धूमाभावः अपि अस्ति इति वयं ज्ञातवान् ततः हा ततः तत् प्रतियोगित्वं धूमे ज्ञातम् इति धूमे व्यतिरेकव्याप्तिः सुज्ञेया इति निरूपितं हा तदेव अत्र धूमनिष्ठा अपि भवति परम्परया प्रतियोगित्वं धूमे अस्ति अतः धूमे व्यतिरेकव्याप्तिः तस्यापि उपयोगः भवति प्रकृते तु साध्याभावस्य शशविषाणवत् अप्रसिद्ध्या न स क्वापि ज्ञातुं शक्यः इति नतरां तत्र हेत्वभावः अस्तु प्रकृते इत्युक्ते अत्र अभिधेयत्वस्य विषये साध्याभावस्य इत्युक्ते अभिधेयत्व अभावस्य अप्रसिद्धत्वम् अस्ति यथा शशविषाणवत् शशविषाणः इति तथैव तर्हि न सः क्वापि ज्ञातुं शक्यः अत्र अभिधेयत्व अभावस्य कोऽपि न ज्ञातुं तस्य तत् न भवति एव इति नितरां तत्र हेत्वाभावः अतः नितराम् इति भवेत् नितरां तत्र हेत्वभावः सर्वदा तर्हि यत्र यत्र वन्यभावः तत्र तत्र धूमाभावः इति व्यतिरेकव्याप्तिः यथा वह्निधूमस्थले अस्माभिः उक्तं तादृशम् अत्र न वक्तुं शक्यते एव न वक्तुं शक्यते सत्यं तत् तर्हि अभिधेयत्व अभावः इति हेतुः यदा कदापि न भवति हा इति नितरां हेत्वाभावः अस्ति तत् प्रतियोगित्वं वा हेतौ सम्भवति अस्तु हेतौ तस्य प्रतियोगित्वं सम्भवति अतः हेत्वाभावस्य उभयमपि तत्र न सम्भवति इति हा हा न स क्वापि ज्ञातुं शक्य इतरां तत्र हेत्वाभावः तत् प्रतियोगित्वमपि हेत्वा न सम्भवति इति आगच्छति अतः इत्युक्ते अभावः भवति चेदेव तस्य तत्र तस्य प्रतियोगिनी प्रतियोगित्वं भवति खलु सत्यं सत्यं घटाभावः इति कश्चन पदार्थः अङ्गीकृतः अस्ति चेद् एव तत्र तस्य प्रतियोगिकः इति चेत् घटः तर्हि घटे प्रतियोगित्वं घट अभावनिष्ठप्रतियोगित्वं घट अभावनिष्ठ घट घटाभावनिरूपितप्रतियोगित्वं घटे अस्ति इति वक्तुं शक्नुमः एवम् अभिधेयत्व अभावः एव नास्ति चेत् कथं वा अभिधेयत्वे प्रतियोगिता आगच्छति सत्यं सत्यं अतः इह व्यतिरेकघटितव्याप्तिग्रहः न सम्भवति इति अयं हेतुः केवलान्वयी इति कथ्यते अतः एव अत्र यः हेतुः अत्र अभिधेयत्वम् इति अस्ति सः केवलान्वयी भवति कथं तर्हि व्यतिरेकघटितव्याप्तिः न सम्भवति एव तस्य हेतौ एतस्मिन् हेतौ अतः यः अत्र अविधेयत्वम् इति हेतुः केवलान्वयि इति भवति. इत्युक्ते केवल अन्वयव्याप्ति वाक्येन एव तस्य विवरणं कर्तुं शक्नुमः, उदाहरणमपि दातुं शक्नुमः. व्यतिरिक्तव्याप्ति उपयुज्य किमपि न वक्तुं शक्नुमः. किमर्थमित्युक्ते तस्य अभावः एव नास्ति, अतः व्यतिरेकव्याप्तिः कथं वक्तुं शक्नुमः, न वक्तुं शक्नुमः इति आगच्छति. अस्तु, तर्हि यत् घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्यमासीत् खलु, तदेव अनुमानवाक्यम्. अत्र पक्षः कः? घटः. हा, साध्यं किम्? साध्यं प्रमेय तत्र घटः अभिधेयः प्रमेयत्वात् पटवत् अभिधेयत्वम् इति. हा, उत्तमम्. अभिधेयत्वं साध्यं. साध्यं. हेतुः कः? हेतुः प्रमेयत्वम्. उदाहरणं किं? पटवत् इति. हा, अन्वयव्याप्तिवाक्यं किम्? यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति. उत्तमं. यथा पठः. यत्र यत्र अभिधेयः तत्र तत्र, नो चेत् यत्र यत्र अभिधेयत्वं तत्र तत्र प्रमेयत्वम्. न, विपरीतरीत्या खलु, यत्र यत्र प्रमेयत्वं तत्र तत्र. क्षम्यतां, यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं. तत्र चिन्तनार्थं व्यतिरेकव्याप्तिवाक्यं वदतु. आम्, व्यतिरेकव्याक्यं कुर्मः चेत् तत्र विपरीतरीत्या भवति, अपि च अभावः इति उपयुज्य. तर्हि यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः इति आगच्छति. परन्तु अभिधेयत्वाभावः सर्वदा कुत्रापि न भवति, अतः तस्य उदाहरणमपि न वक्तुं शक्नुमः. तस्य उदाहरणं न भवति. उत्तमम्. तर्हि यत्र यत्र अभिधेयत्वाभावः तत्र तत्र प्रमेयत्वाभावः यथा. तत्र पूर्वं मया किमुक्तं, यथा इति उदाहरणमेव न प्रदर्शयितुं शक्यते इति. किमर्थम् उदाहरणमेव न प्रदर्शयितुं शक्यते इति चेत्, यत्र यत्र अभिधेयत्व अभावः इति उक्तं खलु, तत्र अभिधेयत्व अभावः इति पदार्थमेव नास्ति, दशविषाणवत् अभिधेयत्व अभावः. यत्र यत्र अभिधेयत्व अभावः, यदि अभिधेयत्व अभावः इति कश्चन पदार्थः अस्ति, तदा तत् कुत्र अस्ति इति चिन्तयितुं शक्नुमः. सत्यं. किन्तु अत्र पदार्थमेव नास्ति इति कृत्वा उदाहरणं न लभ्यते. तर्हि अत्र आरम्भे मया किमुक्तं, यत्र यत्र उदाहरणं व्यतिरेक उदाहरणं न वक्तुं शक्नुमः तत्र व्यतिरेकव्याप्तिः इति तु सत्यम्, अत्र सामान्य अवगमनमस्ति. लघु इत्युक्ते तत्र लाघवमस्ति एतादृश अवगमने, तत्तु समीचीनमेव. किन्तु किमर्थम् अत्र तादृश उदाहरणं न लभ्यते इति चेत्, अभिधेयत्व अभावः इति वस्तुः एव नास्ति. सत्यम्. इति पदार्थमेव नास्ति इति कृत्वा उदाहरणं न लभ्यते. यदि शशविषाणम् इति कश्चन पदार्थः अस्ति लोके, तादृशशशम् अन्वेष्टुं प्रभवामः. किन्तु तादृशपदार्थमेव नास्ति इति कृत्वा किमर्थम् अन्वेष्टव्यं खलु? इच्छा एव न भवति. सत्यं. हा, इति अस्ति. तदेव केवलान्वयी इति कथ्यते. तर्हि अत्र अभिधा इत्युक्ते ईश्वरिच्छा इति वयम् उक्तं खलु, तदेव अर्थः. तर्हि अभिधेयत्वम् इत्युक्ते इच्छा, ईश्वर इच्छा इति धर्मः भवति, तस्य अभावः जगति अस्ति. इत्युक्ते किमपि पदार्थः ईश्वरेच्छा विना नास्ति एव खलु. सर्वे ईश्वरेच्छायाः एव भवति, अतः तस्य अभावः नास्ति एव. न, अत्र भवान् तु इदानीं सृष्टिविषये चिन्तयति. हा हा, तावत्पर्यन्तं न गन्तव्यम्. अस्तु. इत्युक्ते ईश्वरः सर्वज्ञः, सर्व इच्छावान् खलु. तर्हि कस्मिंश्चित् विषये लोके तादृशविषयः अस्ति यस्मिन् ईश्वर इच्छा नास्ति इति नास्ति खलु. हा, इति नास्ति. तदेव. हा, इति नास्ति. सर्व किमर्थम् इत्युक्ते तत्र प्रथमं ज्ञानं भवेत्, तदनन्तरम् इच्छा भवेत्, तदनन्तरं कृतिः भवेत्, तदनन्तरमेव क्रिया भवति खलु, सृष्टिः भवति. आम् आम्. हा, समीचीनं. तर्हि अत्र इच्छा विना सृष्टिः न भवति, ज्ञानं विना इच्छा न भवति, किमपि न भवति सत्यम् इति कृत्वा लोके किमपि वस्तु अस्ति इति न वक्तुं अभावम् इन्क्लूडेड् तत्र अभावः अपि अन्तर्भूतः अस्ति. अभावः इति कश्चन पदार्थः अङ्गीकृतः खलु, तदेव वैचित्र्यं भाति. अभावः इति पदार्थः अङ्गीकृतः, तर्हि अभावे अपि अभिधेयत्वमस्ति. अभावे अपि अभिधेयत्वमस्ति. अभिधेयत्वे अभिधा इति पदे अपि अभिधेयत्वमस्ति इति कृत्वा तादृशपदार्थः एव नास्ति यत्र ईश्वर इच्छा नास्ति एव इति कृत्वा अत्र समीचीनं, बहु समीचीनम् अस्ति इति कृत्वा अत्र केवलान्वयी. अस्तु, अन्यस्य प्रश्नः आसीत्. आं महोदय, अत्र एकः प्रश्नः अस्ति, अभिधेयत्वस्य अभावः एव नास्ति इति वदामश्चेत् वयं यः कोऽपि पदार्थः नास्ति तस्य नाम नास्ति इति एव तस्य अर्थः किल महोदय? अतः दट् इस् वै ऐल् स्पीक् इन् इङ्ग्लिश् महोदय, बिकास् इट्स् अ लिटिल् काम्प्लिकेटेड् थाट्. ईश्वर इच्छा डस् नाट् देर् शुड् नाट् देर् फोर् बि जस्ट् डैरेक्ट्लि इण्टर्प्रेटेड् एस् द इच्छा फार् सृष्टि और् इच्छा फार् क्रियेटिङ्ग् एव्रिथिङ्ग्, बट् इट् इस् आक्चुलि अभिधेयत्वे ईश्वर इच्छा, बिकास् जस्ट् लैक् चैत्र अण्ड् मैत्र, हू इस् चैत्र हू इस् मैत्र बिट्वीन् द ट्विन्स् इस् डिसैडेड् बै द फादर्, लैक् दट् द पाट् इस् अ पाट् अण्ड् द पट इस् अ पट इस् डिसैडेड् बै ईश्वर, बिकास् इट् इस् अ आल् एन्कम्पासिङ्ग् अबिलिटि और् इण्ट्रेस्ट् इन् और् डिसैर् टु नेम्. So that is probably the ashaya of the granthakara, and therefore that is why he says atyanta bhavah asti abhidhetva. No chet vayam vadama kilam hodya, I don't know that this is a chocolate, I look at it and I think it is one brown sweet substance, till I know the name for it, it doesn't have the property of being named, but it is my limited ichha and limited jnana, whereas in Ishwara's ichha and jnana is unlimited. Therefore everything, even the things that are not known to somebody with a limited knowledge, will be known to Ishwara, which is why the word Ishwara ichha is used there. No mahodaya, is that is my understanding, is this correct? Yeah, there is only one problem in your statement. Abhideyatve ichha iti bhavatya uktam ha ichhaya ichhayam ka dharma asti kaha dharma asti ichhatvam kalu. अभिधा इति पदस्य अर्थः कः? प्रापर्टि आफ् बीङ्ग् नेम् महोदय. नो, अभिधा इत्युच्यते, अभिधा इत्यस्य अर्थः ईश्वर इच्छा इति पठितं खलु? नो महोदय, ऐ थिङ्क् दट् स्टेट्मेण्ट् वी हेव् इण्टर्प्रिटेड् इट् वेरि लिटरलि. इट् इस् नाट् ओन्लि ईश्वर इच्छा, इट् इस् ईश्वर इच्छा इन् बीङ्ग् इन् नेमिङ्ग्. दट् इस् हौ वी शुड् इण्टर्प्रिट् इट् इस् वाट् ऐ एम् सेयिङ्ग्, अदर्वैस् इट् डजन्ट् मेक् सेन्स्. If you just say Ishwara Ichha is there for Srishti, Ishwara Ichha is there for many things. But here specifically the context is Ishwara Ichha is there in giving a name for everything. Whether a person with limited intellect, for example, 10 planets away, something could be there which I don't know. But Ishwara knows and names. That is the interpretation we should give to it. No, Mahadhyaya. But I don't understand the point you are making. The point I'm making is, otherwise we cannot say Abhidheyatvasya अभावः एव नास्ति इति न वक्तुं शक्नुमः. यदि अभिधेयत्वस्य अभावः नास्ति इति वदामः तर्हि ऐ शुड् नो एव्रिथिङ्ग् लैक् दट् एव्रि वन् शुड् नो एव्रिथिङ्ग् बट् हियर् द पर्सन् हु वास् नेम्ड् इस् एक्चुलि ईश्वर. नो, यु हाव् टु वेट् यु हव् नाट् एस्टाब्लिश्ड् युर् फस्ट् आर्ग्युमेण्ट्. वै आर् यु सेयिङ्ग् एव्रिबडि शुड् नो एव्रिथिङ्ग्? Abhidheyatva abhavah nasti. If you take that sentence by itself, it means the property of being named exists in everything. There is nothing which does not have a property of being named. Property of being named, correct, may exist in things which are known. For things which are not known, there is no property of being named. Known, I don't by know whom? Known by the knower who is making the statement. So the only person who knows everything is Ishwara. That is why it is Ishwara Ichha Abhidheyatve. No, I'm still not with you. You have to go a little slow. You are having some thought in your mind. You have to establish one statement after another. What is it? Make the pratignya statement. What is your statement? Yes, the statement is ghataha abhideyaha prameyatvat patavat, is the statement which we have as our example itself. the literal meaning of that statement is Ghata is named as it is known to be that, like a Pata. So why is it, the reason why something is named is because it is known. If it is unknown, it cannot be named. So that is the first premise. Can you wait? Let's translate it. Ghataha abhideyaha prameyatvat patavat. Ghata is nameable because it is knowable. Ghata has, Ghata is nameable. Is that how you should translate it? Ghata is name. Now can you translate this sentence? Ghataha abhideyaha. Ghata is named as Ghata as it is knowable, prameyatvat, as it is an object of knowledge. No, like wait. Ghataha is what? Abhideyaha, translate only. Ghataha, pot. Then abhideyaha, translate. Abhideyaha, named. Pot is named. What do you mean by the word named? Cryptic statement. That's why if you literally translate it, you will have an incomplete translation. So we should say Ghata is named as a Ghata, as it is an object of knowledge, being a Ghata, like a Pata. Like no, that that's not what it is. That's not what it is. Okay. Hmm. What should it Ghataha be? Ghataha abhidheyaha prameyatvat. So, Ghata, what you're saying is Ghata is named as Ghata because it is known as Ghata. Everywhere you're supplying, you're changing the logic. That is not the logic. What is the logic? Ghataha abhideyaha prameyatvat patavat. Tarhi atra abhideyaha ityasya artaha kaha ishvara iccha iti artaha sakshat artaha ishvara iccha eva abhideyaha ityasya artaha. Tarhi idanim yad asmabhi nirupita atra prameyatvam ityukte kim iti api avagantavyam bhagini. तर्हि तावत् पर्यन्तं किञ्चित् अत्र भवत्याः प्रश्नस्य पार्श्वे प्रश्नं पार्श्वे स्थापयतु. प्रमेयत्वम् इत्युक्ते किम् इति अवगम्य तदनन्तरं पुनः अस्मिन् विषये चिन्तनं कुर्मः. किन्तु एतावत्पर्यन्तम् अस्माभिः किम् अधीतम्? अभिधा इत्युक्ते ईश्वर इच्छा. ईश्वर इच्छायाम् ईश्वर इच्छात्वमस्ति. एवम् अभिधेय अभिधेय अभिधा इति अस्ति खलु. अभिधेये अभिधेयत्वम् अस्ति. अभिधा अभिधा अपि च अभिधेयः, अनयोः मध्ये कः भेदः तदपि चिन्तनीयम्. अभिधा इत्युक्ते शक्तिः. अभिधा Mahodaya, still if you are directly interpreting abhideyaha to be ishvara iccha without giving icchayaha vishayam bhavet kila mahodaya atra ishvara icchayaha vishayam kim mahodaya naming eva kila nana abhidha ityukte iccha abhidha sarvada savishayaka bhavati savishaya bhavati tarhi vishayaha kaha iti chet abhideyaha eva abhidayaha vishayaha. एतावत् बुद्धं वा? नो महोदय, अभिधेयः इति कथं वक्तुं शक्यते? अभिधेयः अभिधा इत्युक्ते इच्छा. कस्मिन् इच्छा इत्युक्ते अभिधेये इच्छा. अभिधायाः विषयः भवति अभिधेयः. टु नेम्? नो महोदय, नो, दट् इस् दि ऐडिया यु हेव् इन् युवर् हेड्. प्लीस् पार्क् दट् असैड् for now. You please park that aside. I'm saying abhidha. Abhidha ityukte iccha. Pratyekam icchayah vishayah bhavati. Mayi iccha vartate iti chet kasmin vishaye iti chet atra ghate iti vade makalu. Tarhi icchayah vishayah ghatah bhavati yatha tatha ishvara icchayah nama asti abhidha. तर्हि ईश्वर इच्छायाः नाम यदि अभिधा इति अस्ति तर्हि तत्र केषु विषयेषु ईश्वर इच्छा इति चेत् अभिधेयेषु अभिधा भवति इति अर्थः. ईश्वर इच्छायाः नाम एव अभिधा. द नेम् दि पर्यायपदम् ईश्वर इच्छायाः नाम अस्ति. तदेव अत्र उक्तं किं बहुना स्वस्मिन्नपि अस्ति. इन् द वर्ड् अभिधा इट्सेल्फ् द अभिधेयत्वं हस् कम्. अभिधा इति पदमपि स्वयम् अभिधेयः अस्ति इति कृत्वा तत्र अभिधायाः विषयः के इति न वक्तव्यमेव. अतः एव मया उक्तम् इच्छायाः इच्छायाम् इच्छा. सो इफ् डिज़ायर् केन् बिकम् अन् आब्जेक्ट् आफ् डिज़ायर् डेफिनेट्लि इफ् इच्छा डिज़ायर् इट् सेल्फ् केन् बिकम् अन् आब्जेक्ट् आफ् डिज़ायर् देन् वाट् टु टाक् अबौट् आल् दि अदर् आब्जेक्ट्स्. देर् इस् नो नीड् टु इवन् टाक् अबौट् दि आब्जेक्ट्स्. इट् बिकम्स् रिडण्डण्ट् बिकास् इच्छायाः विषयः इच्छा एव भवितुमर्हति चेत् मम मयि इच्छा अस्ति कस्मिन् विषये शास्त्रं पठनीयम् इति इच्छा अस्ति. मोक्तुम् इच्छा मुमुक्षा खलु मोक्षः मया प्रापणीयः इति इच्छा अस्ति. तदेव मुमुक्षुत्वम् इति कथ्यते. सो अण्डर्स्टाण्ड् इट् ओन्ली दिस् मच्. अभिधा इत्युक्ते ईश्वर इच्छा. कस्मिन् विषये यदि मम इच्छा अस्ति सामान्यजनानाम् इच्छा अस्ति कस्मिंश्चित् विषये एव भवति. किन्तु ईश्वरीय इच्छा सर्वेषु विषयेषु तस्य इच्छा अङ्गीकर्तव्या एव इति कृत्वा अभिधेयत्व अभावः सर्वे विषयाः ईश्वरस्य ईश्वर इच्छायाः विषयाः भवितुम् अर्हन्ति. किमपि विषयः नास्ति यः विषयः ईश्वर इच्छायाः विषयः नास्ति अभिधायाः विषयः नास्ति इति तादृशपदार्थः एव नास्ति लोके इति कृत्वा अभिधेयत्व अभावः इति कश्चन विषयः न प्रदर्शयितुं शक्यत्येव इति जातम्. दट् इस् आल् दट् वि हेव् अण्डर्स्टुड्. किम् No, you, please tell me what have you understood so far. I might not have answered your question yet. I will answer it when we come to discussion Prameyatvam. But please tell in your own words, either in Sanskrit or in English, what is this Kevalanvayi? Atre, Kevalanvayitvam Katam Siddhya Saditam Iti Vaktavyam. Atre Hetuhu Asti किं प्रमेयत्वम् इति हेतुः अस्ति खलु. तस्मिन् हेतौ केवलान्वयित्वं कथं साधितं तद्वदतु. जस्ट् बै यूसिङ्ग् द मीनिङ्ग्स् अभिधेय सामान्य अर्थम् इस् प्रापर्टि आफ़् बीङ्ग् नेम्ड्. सो जस्ट् बै यूसिङ्ग् दट् वी केन् जस्टिफै केवलान्वयित्वं. रीसन् वै ईश्वर इच्छा हेस् बिन् ब्राट् इन् इस् टु जस्टिफै दट् अभिधेयत्वं हेस् नो अभिधेयत्वं हेस् नो अभावः. ऐ मीन् हेस् अभिधेयत्वं हेस् नो अभावः. अभिधेयत्वम् एक्सिस्ट् इन् एव्रिथिङ्ग् टु शो दट् ओन्ली ईश्वर इच्छा हेस् बिन् ब्राट् इन् इस् मै ओपिनियन्. एण्ड् इफ् यु वाण्ट् टु प्रूव् केवलान्वयितम् अन्वयित्वं बै जस्ट् सेङ्ग् अभिधेयः इस् ईक्वल् टु प्रापर्टि आफ़् बीङ्ग् नेम्ड् देन् वि केन् से यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति अन्वयव्याप्तिवाक्यं. यत्र यत्र प्रमेयत्व अभावः यत्र यत्र यत्र यत्र प्रमेयत्व अभावः तत्र तत्र अभिधेयत्व अभावः इति वाक्ये यः कोऽपि अर्थं न अस्ति. अतः तत् केवलं विपरीतरीत्या वक्तव्यमस्ति. यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः. हा हा महोदय सोरि. यत्र यत्र अभिधेयत्वभावः तत्र तत्र प्रमेयत्वभावः इति वाक्ये इट् डज़न्ट् मेक् एनी सेन्स्. देर् फोर् बै जस्ट् टेकिङ्ग् इट् लाजिकलि द मीनिङ्ग् इस् अण्डर्स्टुड्. द ईश्वर इच्छा इस् पुट् देर् इन् आर्डर् टु बिकास् देन् वी काण्ट् यूस् अभिधा एण्ड् ईश्वर इच्छा इस् इण्टर्चेञ्जबल् वर्ड्स् एव्रीवेर्. इट् डज़न्ट् मेक् कम्प्लीट् सेन्स् दट् ईश्वर इच्छा इट् हेस् टु बि. इट् हेस् टु बि. वाट् ऐ एम् ट्रैङ्ग् टु से इस् इट् हेस् टु बि यूस्ड् बिकास् इन् युर् स्टेट्मेण्ट् ओके वितौट् ब्रिङ्गिङ्ग् ईश्वर इच्छा केन् यु प्रूव् टु मी दि अन्वय वाक्यम्. Aha, that this is the anvaya vyakya can be proved, no? Yatra yatra prameyatvam tatra tatra abhideyatvam. Wherever there is... Without bringing Ishwara Ichha, prove it. ईसि टु प्रूव् महोदय, यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वं, वेर् एवर् दर् इस् सम्थिङ्ग् विच् इस् एन् आब्जेक्ट् आफ़् नालेज् इट् केन् इट् इस् इट् हेस् द पोटेन्शियल् टु बि नेम्ड् एण्ड् देर् फोर् इट् इस् नेम्ड्. No, what do you mean potential to be named? I don't understand that statement. Potential to be named means what? Abhideyatvam ityukte potential to be named. You're making your own interpretation. Property of being named. It has the property of being named. Idanim ekam nutanam vastu aham pashyami. Vastu aham janam itase nama jatam va? Jnatam va? Mama puratah ekam nutanam vastu asti. The thing is, can be named means that which has been named because of the Ishwara Ichha naming it. So don't bring Ishwara Ichha. Without bringing Ishwara Ichha, do Anvaya Vyapti for me. No, the only, I will be limiting myself to just saying whatever that is known can be named if I just directly take the statement. That is why Ishwara Ichha is given. By saying that, what can you prove? Whatever can be known can be named. What does it prove? You can give any name. What does it prove? By making this statement, whatever can be known can be named. I'm showing the Hetu Sadhya relationship between the two what things. What are you proving by this statement? I'm just proving that if you want to name something, you should first know it. But where is the inference here? You see, पर्वतः वह्निमान् धूमात् यथा महानसम् देर् यु आर् प्रूविङ्ग् वह्नि बै दिस् यु आर् इन्फरिङ्ग् वह्नि आन् दि मौण्टन् विच् इस् नाट् सीन् वह्नि इस् नाट् सीन् अन् द मौण्टन् यु आर् इन्फरिङ्ग् द वह्नि बै सीयिङ्ग् द धूम बै दिस् स्टेट्मेण्ट् वाट् एवर् केन् बि नोन् केन् बि नेम्ड् वाट् आर् यु ट्रैङ्ग् टु प्रूव् So I'm not getting your point, Mohdia. No, what are you? You tell me what is the sadhya here? This is an inference. This is an inference statement, right? According to you, whatever can be known can be named is an inference statement. Huh. What is the conclusion? Vidhyatvam exists in that which is known. Huh? Whatever that is known can be named, and therefore, Abhidhyatvam exists in that which is known. So you are Mahodaya, no, please speak in English, because again if you shift, because I do not know how you are using this word, that is where the problem is. Huh. Whatever can be known can be named, therefore what is the conclusion you make? In order to name something you should know it. Ah, you see, this is not the conclusion here. Okay. If you say whatever can be known, whatever can be known can be named, therefore the conclusion is that you should know something in order to name it. But that is not what we are trying to establish here. Iti bedaha. We are not trying to establish, therefore jnana is required. So what exactly are we trying to establish, Mohdaya, for the statement? Ha, ghataha. Iti padam asti kalu. Loke, atra chaitraha iti chaitrasya pitra tasya nama dattaha asti. Evam, घटः इति नाम केन दत्तं घटः पटः इति शब्दाः लोके वर्तन्ते घटः पटः इति बहवः शब्दाः लोके वर्तन्ते तेषाम् अर्थः अपि ज्ञातः इत्युक्ते तत्र शब्दः अपि च तस्य अर्थः तयोः मध्ये सम्बन्धः अस्ति. तादृशसम्बन्धः एव अभिधेयत्वम् इति नाम अस्ति. सो वि आर् टाकिङ्ग् आफ् संथिङ्ग् एल्स् हियर्. वि आर् नाट् टाकिङ्ग् आफ् वि विल् रीड् प्रमेयत्वम् अण्ड् देन् वि विल् कन्क्लूड्. सो ऐ हेव् नौ एस्टाब्लिश्ड् यू दट् युवर् अण्डर्स्टाण्डिङ्ग् इस् नाट् दि इण्टेण्ट् हियर्. Because if you are understanding that whatever can be named, whatever is known can be named, then the conclusion you will make is that one has to know something before it can be named. But that is not what we are trying to establish here. That is not the sadhya. In your inference, the sadhya is knowledge. Ataha jnanam avashyakam. Jnanam vina kasya api nama dhatun na shakyate. That is the sadhya. Then jnana becomes the sadhya. But here that is not the sadhya. Astu agre gacchemi atra prameyatvam ityukte kim iti adigamya tadanantaram pashyam. Okay mahode. Ha kimeti purchami va idanim. Ha purchatu ha mahode abhida ityukte nama va nase chet shabdah dvanihi va ityadi api asti kimartam na ishvara abhida ityukte ishvara ishvara iti artha atra अत्र किमर्थं वै डिड् वी गिव् आर् ग्रन्थकार गिव् अ मीनिङ्ग् आफ् ईश्वर इच्छा टु दिस् अभिद वै डिड् ग्रन्थकारः गिव् द मीनिङ्ग् मीन्स् वाट् इस् इट् एतत् रूढि अर्थम् अस्ति वा अभिधा इत्युक्ते ईश्वर इच्छा इति हा इति एव अर्थः अभिधा इत्युक्ते तदेव अभिधायाः विषयाः भवन्ति. सो दि क्रमा वाट् एवर् वी हेव् लर्न् सो फार् इफ् ऐ हेव् टु पुट् इट् इन् बुलेट् पायिण्ट्स् प्रथमम् अभिधा इत्यस्य अर्थः कः इति चेत् ईश्वर इच्छा इति प्रथमबिन्दुः. तदनन्तरं द्वितीयबिन्दुः इच्छा सविषया भवति सर्वदा. वितौट् विषय देर् केन् बि नो इच्छा. सिमिलर्ली ईश्वर इच्छा आल्सो हेस् टु हेव् विषयास्. सो ईश्वर इच्छा अभिधा इत्युक्ते यदि ईश्वर इच्छा तर्हि इच्छायाः विषयस्य नामकः अभिधायाः विषयस्य नामकः इति चेत् अभिधेयः. सो द विषय आफ् अभिधा इस् काल्ड् अभिधेयः. दि नेम् गिवन् टु दि आब्जेक्ट् आफ् डिसैर् आफ् ईश्वर इस् काल्ड् अभिधेयः. अभिधेयत्वं सर्वेषु अभिधेयेषु वर्तते. दट् मच् वी हेव् लर्न्ड् महोदय. बुद्धं खलु? बुद्धं महोदय. दिस् इस् क्लियर् सिम्पल् क्वेशन् महोदय, बट् इट् हेस् नाट् एण्टर्ड् मै हेड्. प्रासङ्गिकः कः इत्युक्ते वि आर् टाकिङ्ग् अबौट् अन्वय अन्वयतिरेक व्याप्ति, यु नो दीस् थिङ्ग्स् वि आर् टाकिङ्ग् अबौट्. वै डिड् ईश्वरिच्छा कम् इन् टु द पिक्चर्? Because vakyam is, atra granthakarena yata gataha abideyaha prameyatvat patavat iti vakyam dattamasti kalu. Mahode. Tarhi, atra samanya vakyam kim parvataha vanniman dhumat yata mahanasam. Iti atra vannihi iti shabdasya artaha yavat na jnatam. Dhumaha iti shabdasya artaha yavat jnatam. पर्वतः इति शब्दस्य अर्थः यावत् ज्ञातं, महानस इति शब्दस्य अर्थः यावत् ज्ञातं, तावत्पर्यन्तम् अस्य वाक्यस्य बोधः न जायते खलु. पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यस्य अर्थबोधः कदा जायते? यदा धूमः इत्युक्ते किं, पर्वतः इत्युक्ते किं, वह्निः इत्युक्ते किं, महानसम् इत्युक्ते किम् इति तावत्पर्यन्तं यदा ज्ञानं न भवति तावत्पर्यन्तं अस्य वाक्यस्य अर्थबोधः न जायते खलु. एवम् अत्र ग्रन्थकारेण घटः अभिधेयः प्रमेयत्वात् पटवत् इति वाक्यं लिखितम्. तर्हि तत्र घटः इत्यस्य अर्थः वयं जानीमः, पटः इत्यस्य अर्थः वयं जानीमः, किन्तु अभिधेयः इत्यस्य अर्थः कः इति ज्ञातव्यं, प्रमेयः इत्यस्य अर्थः ज्ञातव्यं. तर्हि अभिधेयः इति पदस्य अर्थः कः इति चेत् अभिधेयः इति पदस्य अर्थस्य ज्ञानार्थम् अभिधा इति पदस्य अर्थः ज्ञातव्यः. अभिधा इत्युक्ते किम्? ईश्वर इच्छा. अभिधा तर्हि अभिधेयः इत्युक्ते किम्? इच्छायाः, ईश्वर इच्छायाः विषयः यदस्ति सः अभिधेयः. तर्हि इदानीम् अभिधेयः इत्युक्ते किम् इति ज्ञातम्. दि आब्जेक्ट् आफ् द डिज़ैर् आफ् ईश्वर इस् काल्ड् अभिधेयः. दट् मच् वि हव् अण्डर्स्टुड्. बुद्धं वा? Therefore, we have to discuss about Ishwara Ichha. Because the word Abhideyaha can be used only in context with Ishwara Ichha. And that is what I am trying to clarify with Varsha Bhagini, who is saying that Abhideyaha means anything that can be named. Okay, we will come to that. We will look at what is Prameyatvam also. Prameyaha ityasya arthaha avagantavyah asti. So we are getting into Shabdabodha, Mahodaya, like Yogita, Akansha, you know, why each word, what is the meaning? Oh. We are still, you see, there are three things that are involved here in this Vakya. First is, Gataha Abhideyaha Prameyatva Patavat Iti Vakyam Shrotrendriya Pratyaksham Bhavet. तर्हि तत्र प्रत्यक्ष श्रोत्रप्रत्यक्षस्य आवश्यकता अस्ति इति प्रथमबिन्दुः. द्वितीयं, प्रत्येकं पदस्य शाब्दबोधः अपि भवेत्, अर्थः ज्ञातव्यः, तदनन्तरं वाक्यार्थः अपि भवेत्. देन् वि यूस् तद् वाक्यार्थ टु डू अनुमान, अण्ड् वि आर् गोयिङ्ग् टु डू अनुमान. वाट् इस् दि अनुमान, वाट् इस् दि पक्ष, इस् वाट् वि आर् डिस्कसिङ्ग् नौ. अस्तु, अग्रे गच्छामि. हरिः ओम्. सत्यभाम भगिनी अग्रे पठतु भगिनि. एवं विधः. आं महोदय, एवं विधः सर्वत्र विद्यमानः पदार्थः एव केवलान्वयि इति शास्त्रे व्यवह्रियते. किं तस्य केवलान्वयित्वं नाम? न तस्य क्वापि अत्यन्ताभावः भवति. तर्हि यथा नित्यत्वपरिष्कारे पदार्थान्तरध्वंसमादाय तत् प्रतियोगित्वमेव नित्यत्वं गगनादौ दर्शितम्. पुटसङ्ख्या 39. तद्वदेव इहापि घटाद्यभावमादाय तादृश अभावस्य यत् प्रतियोगित्वं तदभावः अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयि इति साधनीयम्. अस्मिन् परिच्छेदे कथम् अभिधेयत्वस्य केवलान्वयित्वं साधनीयम् इति प्रदर्शितम्. अत्र केवलान्वयित्वम् अन्वयि इति यत् शास्त्रे उक्तं तत् सर्वत्र विद्यमानः पदार्थः इति तदस्ति अभिधेयत्वम् इति प्रथमपङ्क्त्यां लिखितं. किं तस्य केवलान्वयित्वं नाम? न तस्य अत्यन्त अभावः न कदापि भवति. तस्य इत्युक्ते कस्य? अभिधेयत्वस्य. अत्र तु केवलान्वयित्वं तस्य अभिधेयत्वे केवलान्वयित्वम् अस्ति. अभिधेये अभिधेयित्वम् अस्ति, अभिधेयत्वे केवलान्वयित्वम् अस्ति. तर्हि इदानीं केवलान्वयित्वम् इत्युक्ते किम् इति अवगमनं. केवलान्वयित्वम् इत्युक्ते किम्? सर्वत्र विद्यमानः सर्वदा अपि अस्ति महोदय. सर्वत्र विद्यमानः पदार्थः अत्र दत्तमस्ति. न तस्य क्वापि अत्यन्त अभावः भवति. तर्हि यस्य अत्यन्त अभावः न भवति तादृशपदार्थमस्ति केवलान्वयित्वम् इति. तर्हि केवलान्वयित्वस्य धर्मः अर्थः एवम् अवगन्तुं शक्नुमः, अत्यन्त अभावं यदि वर्तते. अस्तु, अग्रे पठतु, तदनन्तरम् इतोपि चिन्तयामि. तर्हि यदा नित्यत्वपरिष्कारे पदार्थान्तरध्वंसमादाय तत् प्रतियोगित्वमेव नित्यत्वं तदप्रगि प्रतियोगित्वम् अप्रतियोगित्वमेव नित्यत्वम् इति जगनादौ दर्शितं नित्यत्वम् इत्युक्ते यस्य प्रागभावं वा प्रध्वंसाभावं वा नास्ति तादृशः यदस्ति तदेव नित्यत्वम् इति पूर्वं पठितम् इदानीम् अत्र नित्यत्वं किञ्चित् इतोपि इदानीं न्यायवर्गे स्मः खलु तर्हि इतोपि स्पष्टतया नित्यः इत्युक्ते यस्य प्रागभावः प्रध्वंसाभावः उभयमपि नास्ति तादृशपदार्थः नित्यः नित्यः सत्यं तर्हि नित्यत्वम् इत्युक्ते प्रागभावप्रतियोगित्व अभावे सति प्रध्वंस अभावप्रतियोगित्व अभावः नित्यत्वम् प्रागव अभावप्रतियोगित्व अभावे सति प्रध्वंसाभाव प्रतियोगित्व अभावः एवं इत्यस्य अर्थः किञ्चित् चिन्तयतु प्रागभावप्रतियोगित्व अभावः इत्युक्ते किम् यदि प्रागभावः इति कश्चन पद इति इदानीम् उदाहरणं घटं स्वीकुर्मः चेत् घटस्य प्रागभावः तस्य निर्माणपूर्वम् अस्ति उत्पत्तिपूर्वम् अस्ति तदा प्रध्वंसाभावः यदा घटः नष्टः जातः तस्य प्रथमं तत्र प्रागभावस्य विषये चिन्तयतु सम्पूर्णं अतः इदानीं प्रागभावस्य प्रतियोगित्वं घटं स्वीकृत्य वदामः चेत् घटे अस्ति उत्तमं प्रागभावप्रतियोगी घटः खलु घटप्रागभावस्य प्रतियोगी घटः घटः तर्हि प्रागभावप्रतियोगित्वं कुत्र अस्ति घटे अस्ति अपि च यदा ध्वंसः भवति तदा प्रध्वंसाभावप्रतियोगित्वं कुत्र अस्ति घटे अस्ति घटे अस्ति तर्हि घटे प्रागभावप्रतियोगित्वं प्रध्वंसाभावप्रतियोगित्वम् उभयमपि वक्तुं शक्यते इति कृत्वा घटः इदानीं नित्यः वा अनित्यः वा अनित्यः उत्तमं तर्हि तादृशपद घटः घटे प्रागभावप्रतियोगित्वं प्रध्वंसाभावप्रतियोगित्वम् उभयमपि निरूपितम् इति कृत्वा घटः अनित्यः इति आगतं तर्हि इदानीं नित्यत्वं नित्यम् इत्युक्ते किम् यस्य द्वयमपि नास्ति अभाव प्रतियोगित्वस्य अभावः प्रागभावप्रतियोगित्व अभावः प्रध्वंसाभावप्रतियोगित्व अभावः यस्मिन् अस्ति किन्तु अत्र पश्यतु अत्र प्रागभावप्रतियोगित्व अभावः इति कश्चन पदार्थः अस्ति वा तादृशपदार्थः न द्रष्टुं शक्यते महोदय द्रष्टुं भवतु तादृशपदार्थः शशविषाणवत् अस्ति खलु तत् नास्ति तर्हि अतः तदेव अत्र दगितं तद्वदेव इतापि इत्युक्ते गगनादौ दर्शितम् अत्र गगनम् इत्युक्ते आकाशः आकाशः नित्यः इति उक्तम् आकाशः नित्यः इति कथं ज्ञातम् आकाशे प्रागभावप्रतियोगित्व अभावः अस्ति अपि च प्रध्वंसाभावप्रतियोगित्व अभावः अस्ति किन्तु प्रागभावप्रतियोगित्व अभावः अस्ति इति वस्तुतः नास्ति यथा घटे प्रागभावप्रतियोगित्वम् अस्ति यथा घटे प्रध्वंस अभावप्रतियोगित्वम् अस्ति तथा आकाशे नास्ति इति एव वक्तुं शक्यते अतः एव अप्रसिद्धः इति पूर्वपरिचये दत्तम् इत्युक्ते अत्र घटं स्वीकृत्य एव आकाशस्य नित्यत्वं निरूपयितुं शक्यते साक्षात् आकाशे कश्चन धर्मः अस्ति इति न प्रतिपादयितुं शक्यते There is a, it's a very, very subtle point. This has to be appreciated. That is anityatvam sikritya anityatvasya pradarshanam. Ityukte ghataha anityaha iti pradarshayitum shakyate kalu. Pragamava pratyogitvam ghate asti, pradvamsabhava pratyogitvam ghate asti, tad avagantum shaknumah, tatra astitvam nirupayitum shakyate. Tadrisham akashe nasti iti evam aktum shakyate. Buddham va? Buddham. So you cannot independently prove the nityatva, existence of nityatva in akasha. All that you can say is ghata is anitya, that can be proved. Kimartam atra pragabhava pratyogitvam ghate vartate, yadi ghata asti tarhi tasya utpadanam eva na bhavitum arhati. Kintu kshaitakshane tasya utpadanam jatam iti kritva pragabhava tasya asti iti kritva tasya asit. तर्हि तस्य नाशः भवति तदा एव अग्रिमक्षणे घटस्य उत्पादनं भवति इति एतत् सर्वम् अस्माभिः चिन्तितं. सो वि विल् बि एबल् टु डेमान्स्ट्रेट् दि एक्सिस्टेन्स् आफ् प्रागभावप्रतियोगित्वम् अण्ड् प्रध्वंसाभावप्रतियोगित्वम् आन् घट अण्ड् देन् यु हाव् टु से तादृशम् आकाशः नास्ति घटवत् आकाशः नास्ति. Only that much you can say. You cannot say, like you are able to prove, Pragabhava Pratyogitvam Ghate Asti, Pradhamsa Bhava Pratyogitvam Ghate Asti, Yatha Nirupayitam Shaknumaha, Tatha Pragabhava Pratyogitva Abhavaha Akashe Asti, Pradhamsa Bhava Pratyogitva Abhavaha Akashe Asti, Na Nirupayitam Shaknumaha. Buddham Kalu? Buddham. So, that is the... Okay, astu. Tadeva, tadeva. Tarhi yatha nityatva parishkare padantara dvamsam adaya, padantaram ityukte ghata dvamsam adaya, tat pratiyogitvam eva nityatvam, tat apratiyogitvam eva nityatvam gaganadau darishitam. Tadvareva iha api ghata adi abhavam adaya tadrisha abhavasya yat pratiyogitvam. तद् अभावः अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम्. तर्हि किञ्चित् वदतु अत्र. इदानीम् अत्र घट अभावमादाय तादृश अभावस्य यत् प्रतियोगित्वं घटाभावस्य प्रतियोगित्वं प्रतियोगित्व अभाव घटाभावप्रतियोगित्वं प्रतियोगित्व अभावः अभिधेयत्वे अस्ति. इत्युक्ते घटाभावप्रतियोगित्वं कुत्र अस्ति? घटे अस्ति. स च अभावः यं कमपि अभावः भवतु, इत्युक्ते अत्यन्त अभावः अन्योन्य अभावः यत् कमपि अभावः भवतु, तर्हि घटसामान्य अभावस्य प्रतियोगित्वं घटे अस्ति. तादृश प्रतियोगित्व अभावः कुत्र अस्ति? अभिधेयत्वे अस्ति. अभिधेयत्वे अस्ति इति अभिधेयत्वं केवलान्वयी इति साधनीयम्. इत्युक्ते अभिधेयत्वे अभिधेयत्वम् अत्र साक्षात् न साधयितुं शक्नुमः. अत्र घट अभावम् आदाय तादृश अभावस्य यत् प्रतियोगित्वं तद् अभावः, तदित्युक्ते प्रतियोगित्व अभावः अभिधेयत्वे अस्ति इति साधनीयम्. सो यु हाव् टु प्रूव् दि केवलान्वयित्वं इन् अभिधेयत्वं थ्रू एन् इण्डैरेक्ट् मेनर् लैक् वि आर् प्रूविङ्ग् द नित्यत्वम् आफ् गगन. इति आगच्छति. तर्हि अत्र तदेव अत्र उक्तम् अत्यन्त अभावः भवति इति लिखितं, न तस्य क्वापि अत्यन्त अभावः भवति इति, अतः एव अप्रसिद्धः सशविषाणवत् इति एतत् सर्वं लिखितम्. अस्तु, इतोपि किञ्चित् अत्र प्रमेयत्वं यदा जानीमः तदनन्तरं पुनः अनेन अनुमानेन किं साधितम् इति चिन्तनं कुर्मः. अस्तु, धन्यवादः भगिनि. अग्रे वर्षा भगिनी पठति वा घटयतु. हा महोदय, घटे तु पट अभाव प्रतियोगित्वं यद्यपि नास्ति तथापि स्व अभाव प्रतियोगित्वं सुतराम् इति न सः तथा केवल अन्वयी तावद् वदतु भगिनि। स्व अभाव प्रतियोगित्वं अत्र अस्ति घट अभावप्रतियोगित्वं घटे एव अस्ति अतः न तत्र केवल अन्वयी। अत्र नावबुद्धं महोदय, किमर्थं तत्र न केवल अत्र घटे तु पट अभावप्रतियोगित्वं नास्ति परन्तु घटे तावद् वदतु, तावत् चिन्तयतु, घटे कीदृशप्रतियोगित्वमस्ति? घटे घट अभावप्रतियोगित्वम् एव अस्ति। हा, घट अभावप्रतियोगित्वम् एव अस्ति इत्युक्ते पटाभावप्रतियोगित्वं वा मठाभावप्रतियोगित्वं वा लोके यानि वस्तूनि सन्ति तेषां सर्वेषाम् अभावप्रतियोगित्वं घटे नास्ति खलु? हा, तर्हि केवलं घटे केवलं घटाभावप्रतियोगित्वम् एव अस्ति इति कृत्वा घटे तु प्रागभावप्रतियोगित्व पटाभावप्रतियोगित्वं नास्ति। अस्तु, अग्रे पठतु इदानीं तद् अवबुद्धं। कदापि तथापि स्व अभावप्रतियोगित्वं सुतराम् इति स्वभावप्रतियोगित्वम् अस्ति इति न सः तथा केवल अन्वयी इत्युक्ते केवलान्वयी इति कदा वक्तुं शक्नुमः? प्रतियोगित्वं यस्य कस्यापि प्रतियोगित्वं नास्ति इति कस्मिंश्चित् वस्तुनि अस्ति चेत् तत्र केवलान्वयी वक्तुं शक्यते। किन्तु अत्र स्वभावप्रतियोगित्वं सुतरां न इत्युक्ते घटे यद्यपि सर्वेषां वस्तूनां प्रतियोगित्व अभावः अस्ति तथापि स्वस्य घटप्रतियोगित्वं सर्वदा अस्ति एव खलु घटे इति कृत्वा न सः तथा केवलान्वयी इति लिखितम्। घटाभावप्रतियोगित्वम् इति घटाभावप्रतियोगित्वं घटाभावप्रतियोगित्वं किं मृदुल् महोदय वदतु, पूरयतु। घटः एव घटाभावप्रतियोगी घटः घटाभावप्रतियोगित्वं घटे किन्तु अत्र न तथा केवलान्वयी इत्यस्य अर्थः कः? न सः तथा, अतः एव सः इत्युक्ते घटः केवलान्वयी इति। किञ्चित् प्रतिपादयतु, भवान् अवगतवान् वा न वा इति न जाने, एतावत् वदति चेत् न जाने, इतोपि एकं पदम् अत्र योजनीयम्। केवलान्वयी इत्युक्ते यस्मिन् अभाव यस्मिन् कस्मिन् कस्यापि अभावप्रतियोगित्वं नास्ति तदेव प्रतियोगित्वम् अस्ति तदेव केवलान्वयी इति भवति। परन्तु केवलान्वयी इत्युक्ते किं पुनः वदतु? यस्य कस्यापि पदार्थस्य अभावप्रतियोगित्वं यस्मिन् अस्ति अत्र सामान्यतया वदामश्चेत् यः परिच्छेदः मम भगिन्या पठितं तत्र किं तस्य केवलान्वयित्वं नाम न तस्य क्वापि अत्यन्त अभावः भवति इति। सत्यम् इत्युक्ते केवलान्वयी यदस्ति तस्य अत्यन्त अभावः न भवत्येव न भवति। सत्यं, यदि प्रतियोगित्वं घटे विद्यमानप्रतियोगित्वं केवलान्वयी इति वदामः वदतु इदानीं वदतु घट अस्तु अत्र यस्मिन् अत्यन्ताभावः न तस्य क्वापि अत्यन्ताभावः भवति तदेव केवलान्वयी केवलान् तस्य एव केवलान् केवलान्वयित्वम् इति नाम भवति। तर्हि केवलान्वयी इति घटः नास्ति. किमर्थम् इत्युक्ते तस्मिन् अत्यन्ताभावः नास्ति. नास्ति तस्मिन् इत्युक्ते कस्मिन् इतोपि किञ्चित् चिन्तने स्पष्टतया वक्तव्यम् इत्युक्ते घटः अस्तु अत्र पटाभावस्य प्रतियोगित्वं घटे नास्ति, परन्तु स्वस्य प्रतियोगित्वं स्वस्य अभावस्य प्रतियोगित्वं घटे अस्ति एव. अतः अतः सः केवलान्वयी न भवति. इत्युक्ते अत्र अत्र किं पदं वक्तव्यम् इति चेत् स्व अभावप्रतियोगित्वं नास्ति खलु. सत्यं सत्यं सूत्रां घट घट घटे घटप्र घट अभावप्रतियोगित्वं सुतराम् अस्ति एव यदा कदापि अस्ति इति वदामश्चेत् तत्र केवलान्वयी न भवति. न सः तथा केवलान्वयी. सत्यं सः इत्युक्ते कः अत्र तदेव तस्यैव अवबोधः जायेत. सः इत्युक्ते कः अत्र न सः अहं चिन्तयामि न सः इत्युक्ते घटः इति नास्ति. घटः इति केवलान्वयी नास्ति वा? वर्षा भगिनी वदतु. आं महोदय, तदेव मम प्रश्नः अपि महोदय. अत्र घटः इति न भवितुम् अर्हति, अन्वयी तु व्याप्ति एव भवति, परन्तु अत्र व्याप्तिविषये न अस्ति इति भाति. अपि च पुल्लिङ्गे अस्ति, ततः व्याप्ति स्त्रीलिङ्गपदमतः अभिधेयः इति भवति वा? अभिधेयः अत्र एवम् एकनिमिषम् अत्र पश्यतु. यः परिच्छेदः सत्यभामा भगिन्या पठितम् एवं विधः सर्वत्र विद्यमानः पदार्थः एव केवलान्वयी इति शास्त्रे व्यवह्रियते. तर्हि सर्वत्र विद्यमानः पदार्थः एव केवलान्वयी. तादृशपदार्थः यः कोऽपि पदार्थः, पदार्थस्तु सप्तविधाः सन्ति खलु, द्रव्यमेव पदार्थः इति नास्ति. अस्तु, तर्हि सर्वत्र विद्यमानः पदार्थः एव केवलान्वयी. सर्वत्र विद्यमानः पदार्थः इत्युक्ते किम् इति चेत् यस्य पदार्थस्य अत्यन्त अभावः एव न भवति तादृशपदार्थः एव सर्वत्र विद्यमानः पदार्थः. तर्हि तादृशपदार्थः एव केवलान्वयी इति खलु. तर्हि इदानीम् अत्र वाक्ये अस्मिन् वाक्ये कीदृशपदार्थः चिन्तितः यस्य पदार्थस्य अत्यन्त अभावः एव न भवति, सर्वत्र विद्यमानत्वम् अस्ति. घटे अस्तु अहं वदामि, घटे प्रतियोगित्वमस्ति खलु. घटे प्रतियोगित्वमस्ति, कस्य प्रतियोगित्वमस्ति? घटाभावस्य. स्वभावप्रतियोगित्वं घटे अस्ति. पटाभावप्रतियोगित्वं घटे नास्ति. नास्ति. तर्हि पटाभावप्रतियोगित्वं घटे नास्ति, स्वभावप्रतियोगित्वं घटे अस्ति इति कृत्वा अत्र प्रतियोगित्वं घटे विद्यमानप्रतियोगित्वम् इति पदार्थः केवलान्वयी नास्ति. प्रतियोगित्वम् इति खलु, घटे विद्यमानप्रतियोगित्वम् इति पदार्थः केवलान्वयी नास्ति. अस्तु, किमर्थम् इत्युक्ते घटे बहुविधप्रतियोगित्वमस्ति. इत्युक्ते पटाभावप्रतियोगित्वमस्ति, मटाभावप्रतियोगित्वमस्ति, किन्तु कस्य प्रतियोगित्वस्य अभावः अस्ति इति चेत् स्व अभावप्रतियोगित्वस्य अभावः अस्ति खलु. स्व अभावप्रतियोगित्व अभावः घटे अस्ति, सुतरामस्ति. सर्वदा अस्ति. हा सर्वदा अस्ति इति कृत्वा सः न केवलान्वयी इति उक्तम्. अपि च स्व अभावप्रतियोगित्वं केवलं घटे एव अस्ति, सर्वत्र नास्ति, अतः एव तत् न सः न केवलान्वयी इति भवति. किमर्थमित्युक्ते केवलान्वयी पदार्थः तु केवलान्वयी इति सर्वत्र विद्यमानः पदार्थः भवति खलु, परन्तु स्व अभावप्रतियोगित्वम् इति केवलं घटे एव अस्ति, अन्यत्र कुत्रापि नास्ति, अतः एव सः प्रतियोगित्वं केवलान्वयी भवति. सत्यं सत्यं समीचीनम्. आम् अग्रे महोदय, वन् मोर् डौट् महोदय, अत्र सः इति पदेन घटे विद्यमानप्रतियोगित्वम् इति वदामः किल? यदा अत्र पूर्व पेराग्राफ् मध्ये अपि अस्ति एवंविध सर्वत्र विद्यमानः पदार्थः केवलान्वयी इति शङ्का अस्ति महोदय. तत्रैव केवलान्वयी भवेत् चेत् अत्र द शुड् बि टु थिङ्ग्स्, हौ केन् वि आर् जस्ट् टेकिङ्ग् वन् थिङ्ग्स् अत्यन्त अभावः अण्ड् सेयिङ्ग् इट् इस् अ नेसेसरि कण्डिशन् फार् केवलान्वयित्वं, बट् इट् डस् नाट् कम्प्लीट् द प्रोसेस् आफ़् केवलान्वयित्वं. केवलान्वयी इम्प्लैस् अ रिलेशन्शिप्, whereas here we are calling one object as kevalanvayi because it has atyanta bhavah. Kevalanvayi refers to vyapti, which is a relationship. No, it does not refer to vyapti. Kevalanvayi atra purusmin parichade antima vakyam padato ataha iha vetireka gati vyapti grahah na sambhavati iti ayam hetuhu kevalanvayi iti kathyate. Ayam hetuhu atra ayam hetuhu ityukte kaha hetuhu? प्रमेयत्वं नास्ति. अभिधेयत्व अभावः. हा उत्तमं. व्यतिरेकव्याप्तौ विपरीतं भवति खलु, यत्र यत्र अभिधेयत्व अभावः तत्र तत्र प्रमेयत्व अभावः, इत्यत्र हेतुः अभिधेयत्व अभावः, तर्हि तादृशहेतुः केवलान्वयी अस्ति अस्ति. समीचीनम् इति अयं हेतुः अभिधेयत्व अभावः इति हेतुः केवलान्वयी, तर्हि अत्र सम्बन्धवाचकं नास्ति यत् केवलान्वयी इति कश्चन पदार्थः अस्ति, तादृशपदार्थः एव न भवति. अयं हेतुः अत्यन्त अभावः न क्षम् अभिधेयत्व अभावः इति हेतुः केवलान्वयी हेतुः अस्ति. अस्तु अत्र किं कुर्मः, इतोपि किञ्चित् पठेम, तदनन्तरम् अत्र केवलव्यतिरेकः तावत् पठित्वा किञ्चित् पुनः चिन्तनं कुर्मः. अस्तु अग्रे पठतु भगिनि. एवमेव पठादौ द्रष्टव्यम् तत्र पटे अपि स्व अभावस्य प्रतियोगित्वम् अस्ति इति कृत्वा तस्य तस्य अत्यन्त अभावः न अस्ति, अतः तदपि तद्हेतुः अपि केवलान्वयी एव भवति. न केवलान्वयी एव भवति वा? न केवलान्वयी न भवति, सोरि केवलान्वयी न भवति, सोरि. अत्र एव वदतु, पटे तु घट अभावप्रतियोगित्वं यद्यपि नास्ति तथापि स्व अभावप्रतियोगित्वं सुतराम् इति न सः तथा केवलान्वयी. अस्तु अग्रे. अतः एव शास्त्रे एतेषां व्यतिरेकी इति व्यवहारः दृश्यते, येषां हि अभावः प्रसिद्ध्यति. येषाम् अभावः वयं द्रष्टुं शक्यते तेषां नाम अस्ति व्यतिरेकी इति, अतः घटः पटः एतेषां सर्वेषाम् अभावः स्वस्मिन् वर्तते इति कृत्वा तस्य अत्यन्त अभावस्य किञ्चित् मन्दं भगिनि, अत्र दोषः क्रियते भवत्या. पुनः वदतु, घटः पटः घटः पटः एतानि सर्वाणि एते सर्वे पदार्थाः स्व अभाव एतेषु पदार्थेषु स्व अभावप्रतियोगित्वम् अस्ति इति कृत्वा ते केवलान्वयी न अस्ति तस्य नाम अस्ति तेषां नाम अस्ति व्यतिरेकी इति तस्य इत्युक्ते अत्र घटे विद्यमानप्रतियोगित्वं तदा एव पटे विद्यमानप्रतियोगित्वं तेषां नाम अस्ति व्यतिरेकी इति सम्यक् महोदय सत्यं तर्हि यदि एकत्र एकस्मिन् इत्युक्ते घटे कीदृशप्रतियोगित्वम् अपि अस्ति इति चेत् स्वाभावप्रतियोगित्वम् एव अस्ति खलु यत् सर्वत्र अस्ति तद् केवलान्वयी यत् एकत्र एव अस्ति तत् व्यतिरेकी इति अर्थः घटप्रतियोगित्वं घटाभावप्रतियोगित्वं घटं विना अन्यत्र कुत्रापि भवति वा हा इति कृत्वा तर्हि केवलान्वयी अपि च व्यतिरेकी अनयोः मध्ये कः भेदः इति चेत् केवलान्वयी इति पदार्थः सर्वत्र विद्यमानमस्ति सर्वत्र केवलान्वयी भवति यदि एकत्र एव भवति तादृशपदार्थस्य नाम अस्ति व्यतिरेकी इति बुद्धं वा हा महोदय हा उत्तमम् तर्हि एतत् लिखित्वा स्थापयन्तु सर्वत्र विद्यमानपदार्थः केवलान्वयी एकत्र एव विद्यमानपदार्थः व्यतिरेकी उदाहरणं किं स्व अभावप्रतियोगित्वं स्वस्मिन्नेव भवति घटाभावप्रतियोगित्वं घटे एव भवति लोके अन्यत्र यत्र कुत्रापि न भवति इति कृत्वा घटाभाविप्रतियोगित्वं केवलान्वयी नास्ति किन्तु व्यतिरेकी इदानीं बुद्धं खलु केवलान्वयी इत्युक्ते किं व्यतिरेकी इत्युक्ते किं तस्य उदाहरणं किम् इति तर्हि एतद्वाक्यं लिखित्वा स्थापयन्तु घटाभावप्रतियोगित्वं घटे सुतरां वर्तते इति कृत्वा अत्र निगमनद्वयं कर्तुं शक्यते किम् एकं तु सा व्यतिरेकी एकत्र एव भवति इति कृत्वा स केवलान्वयी नास्ति सर्वत्र न भवति इति कृत्वा अस्तु अग्रे अभिधेयत्वं तु न तथा इति तस्य केवल अन्वयित्वम् इति प्रागुक्तमेव अत्र अभिधेयत्वस्य प्रतियोगित्वं यत्र कुत्रापि न अस्ति इति कृत्वा सः केवल अन्वयी इति प्रागेव उक्तम् उत्तमं न तथा इत्युक्ते तथा अभिधेयत्वं न तथा न व्यतिरेकी हा उत्तमं बहु उत्तमम् अभिधेयत्वं तु न तथा अभिधेयत्वं तु व्यतिरेकी नास्ति केवलान्वयी एव सर्वत्र विद्यमानत्वात् सो यु हाव् टु डू सम् होम्वर्क् आल् आफ़् यू अत्र व्यतिरेकी इत्युक्ते किं केवलान्वयी इत्युक्ते किं तत्र उदाहरणं किम् अस्तु अग्रिमे वर्गे इतोपि तत्र उपस्थापनं चिन्तयेम अस्तु अग्रे रमेश् महोदय पठति वा एवमेव इदानीं प्रमेयत्वस्य विषये आगतम् एवमेव प्रमेयत्वरूपहेतुः अपि ज्ञातव्यः प्रमा च यथार्थज्ञानम् ईश्वरीज्ञानं भवति ईश्वरीयज्ञानं भवति तथा विधं तद् विषयत्वं च प्रमेयत्वम् तावद् वदतु महोदय हा एवमेव इत्युक्ते यथा व्यतिरेकी आसीत् तथा एव प्रमेयत्वं हेतुः अपि ज्ञातव्यः यथा व्यतिरेकी इति पदस्य अन्वयी केवलम् अन्वयी इति पदस्य यदा यथा ज्ञानं वयं प्राप्तुम् आरम्भं कुर्मः तदा एव तादृशमेव प्रमेयत्वम् इत्युक्ते किमर्थम् इति तस्य अपि ज्ञानं भवेत् इति. अस्तु, अत्र एकनिमिषं, प्रमेयत्वहेतुरपि ज्ञातव्यः. अत्र प्रमेयत्वं हेतुत्वेन यस्मिन् वाक्ये अस्ति तादृशवाक्यं वदतु. प्रमेयत्वं हेतुः भवेत्. घट अभिधेयः प्रमेयत्वात्. न न, अत्र व्याप्तिवाक्यं वदतु, अनुमानवाक्यं नास्ति, व्याप्तिवाक्यं. यत्र यत्र इति यत्र यत्र यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम्. उत्तमम्. इति अन्वयव्याप्तिवाक्यं खलु. आम्, अस्मिन् वाक्ये एव प्रमेयत्वं हेतुरूपेण अस्ति. आम्, तर्हि अस्य वाक्यस्य बोधनार्थं यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्वम् इति वाक्यस्य अवगमनार्थं प्रमेयत्वम् इत्युक्ते किम् इति अवगन्तव्यम् इति ज्ञातव्यः. अस्तु, इदानीम् अग्रे प्रमा च. प्रमा इत्युक्ते यथार्थज्ञानम्. तस्य लक्षणं वदतु, प्रमा इत्यस्य शास्त्रीयलक्षणं वदतु. अस्माभिः अधीतं तद्वतीतप्रकारकज्ञानम्. तद्वतीतप्रकारकज्ञानं प्रमा इत्युक्ते घटे घटत्वं पश्यामश्चेत् तद् प्रमा अस्ति. घटत्वे प्रकारता अस्ति, घटः घटत्वं प्रकारः अस्ति, घटः विशेष्यः अस्ति, तयोः मध्ये समवायसम्बन्धः यदस्ति तत् संसर्गः अस्ति. तर्हि घटे घटत्वं पश्यामश्चेत् तादृशज्ञानमस्ति प्रमा इति. भ्रमायाः लक्षणं वदतु, केवलं पुनस्मारणार्थम् अहं पृच्छामि. तद् अभावे तदभावे तद् ज्ञानं वा? तदभाववती तत्प्रकारकज्ञानं. तद्वति तत्प्रकारकज्ञानं प्रमा. तद् अभाववति इत्युक्ते घटत्वं यस्मिन् नास्ति तत्र घटत्वं पश्यामश्चेत्. शुक्तिकायां रजतम् अहं पश्यन्नस्मि, शुक्तिका रजतत्वं कुत्र अस्ति? रजते अस्ति, किन्तु कुत्र अहं पश्यन्नस्मि? शुक्तौ पश्यन्नस्मि खलु. तर्हि रजतत्व अभाववत् भवति, अभाववती भवति शुक्तिका, शुक्तिः. तस्यां शुक्तिकायाम् अहं रजतत्वं पश्यामि इति कृत्वा एतद् भ्रमः अस्ति. अस्तु, तर्हि प्रमा इत्युक्ते यथार्थज्ञानम्. अग्रे, ईश्वरीयज्ञानं भवति तदा तथाविधम् इत्युक्ते प्रमा सर्वदा प्रमा एव भवति इति. ईश्वरस्य यदा कदापि भ्रम न भवति. तद्वतीतप्रकारकज्ञानम् एव ईश्वरस्य सर्वदा भवति, अपि च तस्य ज्ञानं तु नित्यं भवतु. अग्रे, तद्विषयत्वं च प्रमेयत्वं. तद्विषयत्वम् इत्युक्ते किं? प्रमा प्रमाय प्रमायां यद् विषयः अस्ति तद् विषयत्वं प्रमेयत्वं. न, सर्वेषां प्रमायां सर्वासां प्रमायां यद्विषयत्वमस्ति इति वा? केवलम् ईश्वरीज्ञानम् एव वा इति वैशिष्ट्यम्. ओके, इदानीं वर्षायाः आगच्छति. न, अत्र निगमनं कुर्मः, अग्रिमे वर्गे निगमनं कुर्मः. ईश्वरीयज्ञानं भवति तदाविधं तद्विषयत्वम्, ईश्वरीयज्ञानविषयत्वं प्रमेयत्वम्. तर्हि सर्वासां प्रमायां विद्यमानं प्रमेयत्वम् इति चेत् मयि प्रमा अपि भवति, भ्रमा अपि भवति खलु. तर्हि भ्रमज्ञाने प्रमा नास्ति. तर्हि प्रमेयत्वम् इति लक्षणं कुत्रचित् प्रमेयत्वमस्ति इत्युक्ते घटे घटत्वम् इत्युक्ते लोके ये घटाः सन्ति तेषु सर्वेषु घटेषु घटत्वं भवेत् तदा एव घटत्वम् इत्यस्य लक्षणं सिद्ध्यति खलु. यदा अहं घटं पश्यामि तदा एव तत्र घटत्वमस्ति, घटं न पश्यामि चेत् तत्र घटं नास्ति, घटत्वं नास्ति इति नास्ति. तर्हि प्रमेयत्वम् इत्युक्ते किम् इति चेत् ईश्वरीयज्ञानं यदस्ति, प्रमा यदस्ति, तस्मिन् ज्ञाने विद्यमानधर्मः एव प्रमेयत्वम् इति बोधः. अग्रे पठतु महोदय. तदपि आम् तदपि घटे पटे मठे सर्वत्र जगति वर्तते इति तदपि भवति केवलान्वयी. हा तर्हि तदपि भवति केवलान्वयी इत्युक्ते किं भवति केवलान्वयी? प्रमेयत्वं भवति ईश्वरीय प्रमेयत्वं भवति तद् अपि. हा उत्तमं, प्रमेयत्वं केवलान्वयी अस्ति. अस्तु तदभावे तदभावे तद् तद् अभावः अपि तर्हि अप्रसिद्धः. तदभावः इत्युक्ते कस्य अभावः? प्रमेयत्वस्य अभावः. उत्तमं, प्रमेयत्वस्य अभावः अप्रसिद्धः यथा ससविषाणवत्. अतः अतः हेतु अभावघटिता व्याप्तिः ज्ञातुं न शक्यते. तस्य तद् अभावः अस्ति, तस्य अभावः प्रसिद्धः. तर्हि हेतु अभाव घटिता व्याप्तिः ज्ञातुं न शक्यते. प्रमेयत्व अभावघटिता व्याप्तिः ज्ञातुं न शक्यते. हा प्रमेयत्व अभावः इति पदार्थः एव नास्ति, सर्वत्र विद्यमानत्वात्. किमर्थं सर्वत्र विद्यमानत्वात् इति चेत् प्रमेयत्वस्य लक्षणं तादृशं दत्तम्. ईश्वरीयज्ञाने विद्यमान ईश्वरीयज्ञाने एव प्रमेयत्वम् अस्ति इति अस्माभिः लक्षितमस्ति इति कृत्वा तस्य अभावः यदा कदापि न भवति. ईश्वरीय इच्छायाम् एव अभिधेयत्वम् अस्माभिः कल्पितम् इति कृत्वा तस्य अभावः यदा कदापि न भवति. तदेतत् सर्वं मनसि निधाय उक्तम् तदेतत् सर्वं मनसि निधाय उक्तम् सर्वस्येव प्रमेयत्वात् अभिधेयत्वात् च. हा तर्हि लोकेषु यानि वस्तूनि सन्ति तेषु सर्वेषु प्रमेयत्वम् अस्ति, अभिधेयत्वम् अस्ति. किमर्थं प्रमेयत्वम् अभिधेयत्वं सर्वेषु वस्तुषु अस्ति इति चेत् प्रमेयत्वम् इत्युक्ते किम्, अभिधेयत्वम् इत्युक्ते किम् इति ईश्वरीय इच्छा ईश्वरीयज्ञानम् आधारीकृत्य अस्माभिः लक्षितम् इति कृत्वा सर्वेषु एव प्रमेयत्वम् अभिधेयत्वम् अस्ति इति वक्तुं शक्यते. नो चेत् क्लेशः भवति. बुद्धं खलु? तत् बुद्धं, परन्तु सर्वस्मिन् प्रमेय एकनिमिषम् इतोपि अधिकं न चिन्तयतु. एतावत् यदुक्तं तद्बुद्धं खलु? तद्बुद्धं महोदय. अस्तु तर्हि अग्रिमे वर्गे किं कुर्मः, इतोपि किञ्चित् अवशिष्टमस्ति. तत्सर्वं पठित्वा तदनन्तरं किं चिन्तयेम, अनेन अनुमानेन घटः अभिधेयः प्रमेयत्वात् पटवत् इति अनुमानेन किं साधितम् इति चिन्तनीयं. तद् अग्रिमे वर्गे चिन्तयामि. अस्तु, अत्र स्थगयामि, समयः जातः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.